नवमः खण्डः। अन्नं वा बलाद् भूयः तस्माद् यद्यपि दशरात्रिः न अश्नीयात् यदुह जीवे अथवा अदृष्टा श्रोता मन्ता बोधा कर्ता विज्ञाता भवति। अथ अन्नस्य आयि दृष्टा भवति श्रोता भवति मन्ता भवति बोधा भवति कर्ता भवति विज्ञाता भवति अन्नमुपास्वेति। अन्नं वा बलाद् भूयः बलहेतुत्वात् कथम् अन्नस्य बलहेतुत्वम् इति उच्यते। यस्मात् बलकारणम् अन्नं तस्मात् यद्यपि कश्चिन् दशरात्रिः नाश्नीयात् सः अन्नोपयोगनिमित्तस्य बलस्य हान्या म्रियते। यदि ऊह जीवेत् दृश्यन्ते मासमपि अन्नाश्नन्तो जीवन्त अथवा स जीवन्नपि अदृष्टा भवति गुरोरपि तथा एव अश्रोता इत्यादि पूर्वविपरीतं सर्वं भवति। अथ यदा बहूनि अहानि अनशितः दर्शनादिक्रियासु असमर्थः सन् अन्नस्य आयि आगमनम् आयः अन्नस्य प्राप्तिः इत्यर्थः। सः यस्य विद्यते स अन्नस्य आयि आयि इति एतद्वर्णमित्येन अथ अन्नस्य आया इत्यपि पाठे इयमेव अर्थः। द्रष्ट इत्यादि कार्यश्रवणः दृश्यते हि अन्नोपयोगे दर्शनादिसामर्थ्यं न तद् प्राप्तौ अतो अन्नमुपास्व इति सयो अन्नं ब्रह्मेत्युपास्ते अन्नमतो वै स लोकान् पानमतो अभिसिद्ध्यते यावदन्नस्य गतं तत्रस्य यथा कांचारो भवति। यो अन्नं ब्रह्मेत्युपास्ते अस्ति भगवो अन्नाद् भूयते अन्नाद्वा भूयो अस्ति तन्मे भगवान् ब्रवीत्वते। फलं च अन्नवतः प्रभूत अन्नान् वै स लोकान् पानवतः प्रभूत उदकांश्च अन्नपानयोः नित्यसम्बन्धः तु लोकान् अभिसिद्ध्यते समानमन्यत इति नवमखण्डभाष्यं। दशमखण्डः। आपो वा अन्नाद्भूयः तस्माद् यदा सुवृष्टिः न भवति व्याधीयन्ते प्राणाः अन्नं खनीयो भविष्यति ते। अथ यदा सुवृष्टिर्भवति आनन्दिनः प्राणाः भवन्ति अन्नं बहु भविष्यति इति आपये मा मूर्तं येयं पृथिवीं यदन्तरिक्षं यद्यौः यत्पर्वता यद्देवमनुष्याः यत्पशवश्च वयागंसयातृणवनस्पतयः श्वापदानि कीटपतङ्गपिपीलकम् आप एव इमां मूर्ताः अप उपास्वेति। आपो वाव अन्नाद्भूयस्य अन्नकारणत्व यस्मादेवं तस्मात् यदा यस्मिन् काले सुवृष्टिः सस्यहितशोभना वृष्टिः न भवति तदा व्याधीयन्ते प्राणाः दुःखिनो भवन्ति। किं निमित्तमिति अहम् अन्नम् अस्मिन् संवत्सरे न कनीयः अल्पतरं भविष्यति इति अतः पुनः यदा सुवृष्टिर्भवति तदा आनन्दिनः सुखिनः हृष्टाः प्राणाः प्राणिनः भवन्ति अन्नं बहु प्रभूतं भविष्यति इति अप्सम्भवत्वा तु मूर्तस्य अन्नस्य आप एव मूर्ताः मूर्तभेदाकारप्रणीताः इति मूर्तः एवं पृथिवी यदन्तरिक्षम् इत्यादि आप एव मूर्ताः अतः अप उपास्वेति सौ यो अपो ब्रह्मेत्युपास्ते आप्नोति सर्वान् कामागमस्तृप्तिमान् भवति यावदपां गतं तत्र अस्यथा कामचारो भवति। यो अपो ब्रह्मेत्युपास्ते अस्ति भगवो अद्भ्यो भूयेति अद्भ्यो वा भूयो अस्ति तन्मे भगवान् ब्रवीत्ते। फलं स यः अपो ब्रह्मेत्युपास्ते आप्नोति सर्वान् कामान् काम्यान् मूर्तिमतो विषयान् इत्यर्थः अप्सम्भवत्वाच्च तृप्तेः अम्बूपासनात् तृप्तिमाश्च भवति समानमन्यत इति दशमखण्डभाष्यम्। एकादशखण्डः। तेजो वावाद्भ्यो भूयः तद्वा एतद्वायुम् आगृह्य आकाशमपि तपति तदाहुवं निशोचति नितपति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वा त अपसृजते। तदेतद्वूर्ध्वाभिश्च तिरश्चिभिश्च विद्युद्भिः आह्लादाः चलन्ति तस्मादहुं विद्योतते स्थनयति वर्षिष्यति वा इति तेज एव तत्पूर्वं दर्शयित्वा अथ अपसृजते तेज उपास्वेते। तेजो वा अद्भ्युभूयः तेजसो अप्करणत्व कथम् अप्करणत्वमिति अह यस्मात् अभ्योनिः तेजः तस्मात् तद्वा एतत् तेजो वायुम् आगृह्य अवष्टभ्य स्वात्मना निश्चलीकृत्य वायुम् आकाशम् अभितपति आकाशम् अभिव्याप्नुवत् तपति यद तदा आहुलौकिकः निशोचति सन्तपति सामान्यन् जगन् नितपति देहम् अथवा वर्षिष्यति वै इति प्रसिद्धं हि लोके कारणम् अभ्युद्यतं दृष्टवतः कार्यं भविष्यति इति विज्ञानं तेज एव तत्पूर्वम् आत्मानम् उद्भूतं दर्शयित्वा अथ अनन्तरम् अपसृजते अतः अपसृष्टत्वात् भूयो अद्भ्यः तेज किञ्च अन्यत् तदेतत् तेज एव स्थानयित्नरूपेण वर्षहेतुर्भवति कथम् ऊर्ध्वाभिश्च ऊर्ध्वगाभिः विद्युद्भिः तिरश्चीभिश्च तिर्यगताभिश्च सह आक्रादाः स्थानयनशब्दाः चरन्ति तस्मात् तद्दर्शनात् अहोलौकिकः विद्योत्तते स्थनयति वर्षिष्यति वै इत्यादि उक्तार्थम् अतः तेज उपास्व इति स यस्तेजो ब्रह्म इत्युपास्ते तेजस्वी वै स तेजस्वतो लोकान् भासतो आपः ततमस्कान् अभिषिध्यति यावत् तेजसो गतं तत्र अस्ति यथा कां चारोति यस्तेजो ब्रह्म इत्युपास्ते अस्ति भगवः तेजसो भूयते तेजो वायु भूयो अस्ति तन्मे भगवान् भवीते तस्य तेजस उपासनफलं तेजस्वी वै भवति तेजस्वतः एव च लोकान् भास्वतः प्रकाशवतः आपः ततमस्कान् बाह्याध्यात्मिकज्ञादि अपनीततमस्कान् अभिषिध्यति रुज्वर्थं मन्यते इति एकादशखण्डभाष्यं द्वादशखण्डः आकाश वामते स भूयान् आकाशे वै सूर्या चन्द्रसौ उभौ विद्युन्नक्षत्राणि अग्निः आकाशेन आह्वयति आकाशेन शृणोति आकाशेन परिशृणोति आकाशे रमते आकाशेन रमते आकाशे जायते आकाशम् अभिजायत आकाशम् उपास्वेते आकाशो वाव तेजसो भूयान् वायुसहितस्य तेजः कारणत्वाद्व्योम्नः वायुमागृह्य इति तेजसा सहोक्तः वायुरिति पृथगिह न उक्तः तेजसः कारणं हि लोके कार्याद् भूयो दृष्टं यथा घटादिभ्यो मृत् तदा आकाशो वायुसहितस्य तेजसः कारणमिति ततो भूयान् कथम् आकाशे वै सूर्याचन्द्रमसौ उभौ तेजोरूपौ विद्युन्नक्षत्राणि अग्निश्च तेजोरूपाणि आकाशे अन्तः यच्च यस्य अन्तर्वर्ति तदल्पं भूयः इतरत्वं किञ्च आकाशेन आह्वयति च अन्यम् अन्यः आहूतश्च इतरः आकाशेन शृणोति अन्योक्तं च शब्दम् अन्यः प्रतिशृणोति आकाशे रमते क्रीडते अन्योन्यं सर्वः तथा न रमते च आकाशे बन्ध्वाद्वियोगे आकाशे जायते न मूर्ते न अष्टब्दे तथा आकाशम् अभिलक्ष्य अङ्कुरादि जायते न प्रतिलोमम् अतः आकाशम् उपास्व स हि आकाशं ब्रह्म इत्युपास्त आकाशवतो वयस लोकान् प्रकाशवतो असम्बाधान् उरुगायवतो अभिसिद्ध्यते यावदाकाशति गतं तत्र अस्येता कां चारभूति आकाशं ब्रह्म इत्युपास्त अस्ति भगव आकाशाद्भूयते आकाशाद्वाग्भूयो अस्ति इति तन्मे भगवान् ब्रवीत्ते फलं शृणुम् आकाशवतो वै विस्तारयुक्तान् स विद्वान् लोकान् प्रकाशवतः प्रकाशाकाशयोः नित्यसम्बन्धात् प्रकाशवतश्च लोकान् असम्बाधः सम्बाधनं सम्बाधः सम्बाधः अन्योन्यपीडः तद्रहितान् असम्बाधान् उरुगायवतः विस्तीर्णगतीन् विस्तीर्णप्रचारान् लोकान् अभिसिद्ध्यते यावदाकाशस्य इत्यादि उक्तार्थम् इति द्वादशखण्डभाष्यम् त्रयोदशखण्डः स्मरौ वावाकाशद्भूयः तस्माद् यद्यपि बहवः आसीरन्न स्मरन्तो नैव ते कञ्चन शृणुयुहं न मन्वीरन्न विजानीरन् यदा वावते स्मरेयुः अथ शृणुयुः अथ मन्वीरन् अथ विजानीरन् स्मरेण वै पुत्रान् विजानाति स्मरेण पशुमून् स्मरमुपास्वेति स यस्मरं ब्रह्मेत्युपास्ते या स्मरसि गतं तत्र अस्ति यथा कां चारभवति यस्मरं ब्रह्मेत्युपास्ते अस्ति भगवः स्मराद्भूयते स्मराद्वाग्भूयो अस्ति तन्मे भगवान् ब्रवीत्पते स्मरो वा आकाशाद्भूय स्मरणं स्मरो अन्तःकरणधर्मः स आकाशाद्भूयानिति द्रष्टव्यं लिङ्गव्यत्ययेन स्मर्तुः स्मरणैः सति आकाशादि सर्वमर्थवत् स्मरणवतो भोग्यत्वत् असति तु स्मरणे सदपि असदेव सत्त्वकार्य अभवत् नापि सत्त्वं स्मृत्यभावे शक्यम् आकाशादीनम् अवगन्तुम् इत्यतः स्मरणस्य आकाशात् भूयस्त्वं दृश्यते हि लोके स्मरणस्य भूयस्त्वं यस्मान् तस्माद् यद्यपि समुदिता बहवः एकस्मिन् आसीरन् उपविशेयुः ते तत्र आसीनाः अन्योन्यभाषितमपि न स्मरन्तश्चेत् स्युः नैव ते कञ्चन शब्दं शृणुयुः, तथा न मन्वीरन् मन्तव्यं चेत् स्मरेयुः तदा मन्वीरन्, स्मृति अभावात् न मन्वीरन् तथा न विजानीरन्। यदा वावते स्मरेयुः मन्तव्यं विज्ञातव्यं श्रोतव्यं च, अथ शृणुयुः अथ मन्वीरन् अथ विजानीरन्। तथा स्मरेण वै मम पुत्रायेते इति पुत्रान् विजानाति स्मरेण पशुन्। अतो भूयस्त्वा तु स्मरमुपास्व इति उक्तार्थमन्यत इति त्रयोदशखण्डभाष्यम्। चतुर्दशखण्ड आशा वावस्मराद् भूयसी आशा युद्धो वै स्मरो मन्त्रान्दीते कर्माणि कुरुते पुत्रांशापजुं च इच्छत इमं च लोकं च इच्छत आशाम् उपास्वेते। आशा वाव स्मराद् भूयसी, आशा अप्राप्तवस्तु आकांक्ष, आशा तृष्णा काम इति आमाहुः पर्यायैः, सा च स्मराद् भूयसी। कथम्? आशया हि अन्तःकरणस्थया स्मरति स्मर्तव्यम्, आशाविषयरूपं स्मरन् असंस्मरो भवति। अतः आशा युद्धः आशया अभिवर्धितः स्मरभूतः स्मरन् ऋगादीन् मन्त्रान् अधीते, अधीत्य च तदर्थं ब्राह्मणेभ्यो विधींश्च श्रुत्वा कर्माणि कुरुते तत्फलाशया एव। पुत्रांश्च पशुंश्च कर्मफलभूतानि इच्छते अभिवाञ्छते, आशया एव तत्साधनानि अनुतिष्ठते। इमं च लोकम् आशा युद्ध एव स्मरन् लोकसङ्ग्रहेतुभिः इच्छते, अमुं च लोकम् आशा युद्ध स्मरन् तत्साधना अनुष्ठानेन इच्छते। अतः आशारचनावबद्धं स्मराकाशादिनामपर्यन्तं जगच्चक्रीभूतं प्रतिप्राणि, अतः आशायाः स्मरादपि भूयस्त्वम् इति, अतः आशामुपास्वत्।